आम। हाँ, ओम गीता ध्यानम, ओम पार्थाय प्रतिबोधिताम भगवता नारायणेन स्वयं। पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्। व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। अद्वैतामृतवर्षिणीं भगवती अष्टादशाध्यायिनी। अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम्। अम्ब त्वाम् अनुसन्दधामि भगवद्गीते भवद्वेषिणी। अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्। नमोऽस्तु ते व्यासविशालबुद्धे नमोस्तुते। पुल्लारवि क्षम्यतां, गो अहेड्। नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र। नमोस्तु ते व्यासविशालबुद्धे पुल्लारविन्दायतपत्रनेत्र। येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः। येन त्वया भारततैलपूर्णः प्रज्वलितो ज्ञानमयः प्रदीपः। प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये। प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। वसुदेवसुतं देवं कंसचाणूरमर्दनम्। वसुदेवसुतं देवं कंसचाणूरमर्दनम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। भीष्मद्रोणतटा जयत्रथजला गान्धारनीलोत्पला। भीष्मद्रोणतटा जयद्रथचला गान्धारनीलोत्पला। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी। अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी। सोत्तीर्णा खलु पाण्डवैरननदी कैवर्तकः केशवः। सो उत्तीर्णा खलु पाण्डवैः रणनदी कैवर्तकः केशवः। पाराशर्यवचः सरोजममलम् गीतार्थगन्धोत्कटम्। पाराशर्यवचः सरोजममलम् गीतार्थगन्धोत्कटम्। नानाख्यानकेसरम् हरिकथा सम्बोधनाबोधितम्। नानाख्यानककेसरं हरिकथा सम्बोधनाभोदितम्। लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा। लोके सज्जनषट्पदैरहरः पेपीयमानं मुदा। भूयाद्भारतपङ्कजं कलिमल प्रध्वंसिन श्रेयसे। भूयाद्भारतपङ्कजं कलिमल प्रध्वंसिन श्रेयसे। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्। यत्कृपातमहं वन्दे परमानन्दमाधवम्। यत्कृपातमहं वन्दे परमानन्दमाधवम्। अथ गीतामाहात्म्यम्। अथ गीता सॉरी अथ गीतामाहात्म्यम्। गीताशास्त्रमिदं पुण्यं यः पठेत् प्रायतः पुमान्। गीताशास्त्रमिदं पुण्यं यः पठेत् यतः पुमान्। विष्णोः पदवमाप्नोति भयशोकविवर्जितः। विष्णो पदमवाप्नोति भयशोकाधिवर्जितः। गीताध्ययनशीलस्य प्राणायामपरस्य च। गीताध्ययनशीलस्य प्राणायामपटस्य सॉरी परस्य च। नैव सन्ति हि पापाणि पूर्वजन्मकृतानि च। नैव सन्ति हि पापानि पूर्वजन्मकृतानि च। मलनिर्मोचनं पुंसां जलस्नानं दिने दिने। मलनिर्मोचनं पुंसां जलस्नानां दिने दिने। सकृद्गीताम्भसि स्नानं संसारमलनाशनम्। सत्कृद्गीताभ्यासि स्नानं संसारमलनाशनम्। गीतासु गीता कर्तव्या किमन्यैः शस्त्रविस्तरैः। गीतासु गीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता। या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता।

देवाय तस्मै नमः। ॐ श्री परमात्मने नमः। ॐ श्री परमात्मने नमः। श्रीमद्भगवद्गीता श्रीमद्भगवद्गीता अथ पञ्चमोऽध्यायः अथ पञ्चमोऽध्यायः। अर्जुन उवाच अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च संशसि यच्छ्रेययेतयोरेकं तन्मे ब्रूहि सुनिश्चितम्। संन्यासं कर्मणां कृष्ण पुनर्योगं च संशसि यच्छ्रेययेतयोरेकं तन्मे ब्रूहि सुनिश्चितम्। श्रीभगवानुवाच श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ तयोस्तु कर्म संन्यासात् कर्मयोगो विशिष्यते। तयोस्तु कर्म संन्यासात् कर्मयोगो विशिष्यते। ज्ञेयस्य नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति। ज्ञेयस्य नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति। निर्बन्धो हि महाबाहो सुखं बन्धात् प्रमुच्यते। निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते। साङ्ख्ययोगौ पृथक् बाला प्रवदन्ति न पण्डिताः। साङ्ख्ययोगौ पृथक् बाला प्रवदन्ति न पण्डिताः। एकमप्यास्ति तत्सम्यक् उभयोर्विन्दते फलम्। एकमप्यास्ति तत्सम्यग् उभयोर्विन्दते फलम्। यः साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते। यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते। एकं साङ्ख्यैञ्च योगैञ्च यः पश्यति स पश्यति। एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति। संन्यासस्तु महाबाहो दुःखमाप्तुमयो गतः। संन्यासस्तु महाबाहो दुःखमाप्तुमयो गतः। योगयुक्तो मुनिर्ब्रह्मा न चिरेणाधिगच्छति। योगयुक्तो मुनिर्ब्रह्मा न चिरेणाधिगच्छति। योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः। योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः। सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते। सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते। नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्। नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्। पश्यन् शृण्वन् स्पृशन् जिह्वन् नश्यन् गच्छन् सपैन् श्वशन्। पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन्। प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्नपि। प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्नपि। इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः लिप्यतेन स पापेन पद्मपत्रमिवाम्भसा लिप्यतेन स पापेन पद्मपत्रमिवाम्भसा कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये युक्तः कर्म फलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकी युक्तः कर्म फलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकी अयुक्तः कामकारेण फले सक्तो निबध्यते अयुक्तः कामकारेण फले सक्तो निबध्यते सर्वकर्माणि मनसा तन्यस्यास्ते सुखं वसि सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वसि नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् न कर्तृत्वन्न कर्माणि लोकस्य सृजति प्रभुः न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ज्ञानेन तु तदज्ञानं येषान्नाशितमात्मनः ज्ञानेन तु तदज्ञानं येषान्नाशितमात्मनः तेषामादित्यवज्ञानं प्रकाशयति तत्परम् तेषामादित्यवज्ञानं प्रकाशयति तत्परम् तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः गच्छन्त्य पुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः गच्छन्त्य पुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि शुनि चैव स्वपाके च पण्डितास्तमदर्शिनः शुनि चैव स्वपाके च पण्डिता समदर्शिनः इहैव तैर्पितस्तर्को येषां साम्ये स्थितं मनः इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः निर्दोषं हि समं ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः न प्रहृष्येत् प्रियं प्राप्य नो द्विजे प्राप्य चाप्रियम्। न प्रहृष्येत् प्रियं प्राप्य नो द्विजेत् प्राप्य चाप्रियम्। इर बुद्धिरसं मूढो ब्रह्मविद्ब्रह्मणि स्थितः। स्थिरबुद्धिरसं मूढो ब्रह्मविद्ब्रह्मणि स्थितः। बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम्। सब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते। ये हि संस्पर्शजा भोगा दुःखयो नययेव ते। ये हि संस्पर्शजा भोगा दुःखयो नययेव ते। आद्यन्तवन्तः कौन्तेय न ते सुरमते बुधः। आद्यन्तवन्तः कौन्तेय न ते सुरमते बुधः। शक्नोति हैव यच्छोढुं प्राक् शरीरविमोक्षणात्। शक्नोति हैव यच्छोढुं प्राक् शरीरविमोक्षणात्। कामक्रोधोद्भवं वेगं सयुक्तस्थ सुखी नरः। कामक्रोधोद्भवं वेगं सयुक्तस्थ सुखी नरः। योऽन्तः सुखोऽन्तरारामः तथान्तर्ज्योतिरेव यः। योऽन्तः सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति। लभन्ते ब्रह्मनिर्वाणं ऋषयक्षीणकल्मषाः। लभन्ते ब्रह्मनिर्वाणं ऋषयक्षीणकल्मषाः। छिन्नद्वैधायतात्मानः सर्वभूतहिते रताः। छिन्नद्वैधायतात्मानः सर्वभूतहिते रताः। कामक्रोधवियुक्तानां यतीनां यतचेतसाम्। कामक्रोधवियुक्तानां यतीनां यतचेतसाम्। अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्। अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्। स्पर्शान् कृत्वा बहिर्बाह्यां चक्षुश्चैवान्तरे भ्रुवोः। स्पर्शान् कृत्वा बहिर्बाह्याश्चक्षुश्चैवान्तरे भ्रुवोः। प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ। प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ। यतेन्द्रियमनो बुद्धिर्मुनिर्मोक्षपरायणः। यतेन्द्रियमनो बुद्धिर्मुनिर्मोक्षपरायणः। विगतेच्छाभयक्रोधो यस्तदा मुक्त एव सः। विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः। भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्। भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्। सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति। सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति। ॐ तत्तदिति श्रीमद्भगवद्गीतासु उपनिषत्सु। ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु। ब्रह्मविद्यायां योगशास्त्रे। ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमोऽध्यायः श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमोऽध्यायः ॐ श्रीकृष्णार्पणमस्तु हरये नमः हरये नमः हरये नमः ॐ श्रीकृष्णार्पणमस्तु हरये नमः हरये नमः हरये नमः यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते।